अस्तु, तर्हि अस्माकं पुस्तकं गीतासोपानस्य द्वितीयभागः, तत्र अद्यतनविषयः अस्ति विधिलिङ्गकारः। तत्र विधिलिङ्गकारः प्रमुखतया अर्थद्वयरीत्या प्रयुज्यते। तत्र सम्भावनार्थे, विध्यर्थे च। एतावता अस्माभिः सम्भावनार्थे अभ्यासः कृतः, अद्य च विध्यर्थे अभ्यासः करिष्यमाणः। अस्तु, अन्य कोऽपि अस्ति वा? नाम उच्यताम्? सहदेव। अन्यत् अनन्तरं? श्रीनिवास। श्रीनिवासमहोदय, अस्तु। अपि च इदमपि अस्माभिः दृष्टं यत् विधिलिङ्गकारे रूपद्वयं भवति, नाम शैली रूपम् आधारीकृत्य तत्र शैलीद्वयमस्ति। यथा पठेत् पठेतां पठेयुः इति एका शैली अस्ति, अन्या शैली अस्ति शक्नुयात् शक्नुयातां शक्नुयुः इति भेदः अस्ति। तत्र कः भेदः इति चेत्, यथा अस्माभिः दृष्टुं गते सप्ताहे, यत् तत्र विभजनं कर्तुं शक्नुमः। यथा पठति, तत्र पठ इति एकः भागः, ति इति एकः भागः अस्ति। पठ इति भागे यस्य अन्ते लघु अकारः अस्ति, तत्र प्रथमा शैली भवति। पठ, गच्छ, चिन्तय इत्यादीनि रूपाणि भवन्ति, तत्र प्रथमशैल्याः उपयोगः भवति, नाम पठेत् पठेतां पठेयुः। यत्र प्रथमभागस्य अन्तिमवर्णः लघु अकारः नास्ति, तत्र कुत्रचित् उकारः भवति, कुत्रचित् आकारः भवति, कुत्रचित् किमपि न भवति, तत्र द्वितीयशैल्याः उपयोगः भवति अस्माभिः। अन्ये के सन्ति? अन्य कोऽपि आगतो वा? अस्तु भगिनि, स्वागतं। हा, स्वागतम्। अस्तु, तर्हि तथा भवति। इदानीं किञ्चित् कश्चन रूपाभ्यासः अपेक्षितः अस्ति। पश्यन्तु, अत्र पठेत् पठेतां पठेयुः, पठेः पठेतं पठेत पठेयं पठेव पठेम इति इमानि रूपाणि मनसि भवेयुः। बहुकालपर्यन्तम् अहं प्रतिदिनम् एतत् सर्वम् अस्य रटनं करोमि स्म। अपि च शक्नुयात् शक्नुयातां शक्नुयुः, शक्नुयाः शक्नुयातं शक्नुयात, शक्नुयां शक्नुयाव शक्नुयाम इति अपि तादृशं रटनं करोमि स्म। नाम चतुर्षु लकारेषु विशेषतः लट् लोट् लङ् विधि लिङ् दशानां धातुगणानाम् अभ्यासम् अहं करोमि स्म प्रतिदिनम्। एवम् इदानीं यथा द्विचक्रिकया वयं गच्छामः खलु, सुनिधि भगिनी तत्र चालयितुं शक्नोति वा द्विचक्रिकां? शक्नोति सा खलु। नाम एकवारं यदा भवितुमर्हति, यदा कोऽपि शक्नोति तदा आजीवनं तिष्ठति खलु। यदि यद्यपि पञ्चभ्यः वर्षेभ्यः कोऽपि नागच्छति द्विचक्रिकया, यद्यपि तथापि नाम विस्मरणं भवति वा? नो, विस्मरणं न स्यात् खलु। तथा नाम एकवारं यदा द्विचक्रिकया गन्तुं शक्नुमः तदा आजीवनं मनसि तिष्ठति। एवमेव यदा रटनं कुर्मः प्रतिदिनं, एकमासं यावत् मासद्वयं यावत् एकवर्षं यावत् अस्तु यत् किमपि भवतु नाम येन मनसि आगच्छेयुः रूपाणि, अनन्तरम् आजीवनं कश्चन परिचयः तिष्ठति मनसि. अस्तु, समीचीनमस्ति. तर्हि अहं क्रियापदं वदामि लट् लकारे. भवन्तः निश्चयं कृत्वा नवरूपाणि वदन्तु विधिलिङ्गकारे. अस्तु, समीचीनमस्ति. तर्हि लक्ष्मी भगिनी आरम्भं करोतु कृपया. क्रीडति, क्रीडेत्, क्रीडेतां, क्रीडेयुः, क्रीडेः, क्रीडेतं, क्रीडेत, क्रीडेयं, क्रीडेव, क्रीडेम. अस्तु, बहु समीचीनमस्ति. इदानीं सुनिधि भगिनी वदति वा इच्छति. इच्छेत्, इच्छेताम्, इच्छेयुः, इच्छेः, इच्छेतम्, इच्छेत, इच्छेम, न, इच्छे, इच्छेयम्, इच्छेव, इच्छेम. हा, बहु समीचीनमस्ति. अस्तु, इदानीं अस्तु, श्रीनिवासमहोदय आप्नोति. आप्नुयात्, आप्नुयाताम्, आप्नुयुः, आप्नुयाः, आप्नुयाताम्, आप्नुयातम्, आप्नुयात्, आप्नुयाता, क्षम्यताम्, आप्नुयाम्, आप्नुयाव, आप्नुयाम. अस्तु, समीचीनमस्ति. इदानीम् अग्रे नताशा भगिनी अश्नाति. अश्नाति, अश्नीयात्, अश्नीयाताम्, अश्नीयुः, अश्नीयाः, अश्नीयातम्, अश्नीयात्, अश्नीयाम्, अश्नीयाव, अश्नीयाम्, अश्नीयाम, अश्नीयाम. अश्नीयात् अर्थः कः? खादति इति अर्थः. ओके, खादति इति. धन्यवादः. हा हा, प्रश्नः समीचीनः अस्ति. हा, अस्तु. तर्हि इदानीं मनसि रूपाणि स्युः. इदानीं पुस्तकं पिदधातु कृपया, नो चेत् अस्माकं चिन्तनं न भवति. सर्वे पुस्तकं तत्र पिधानं सर्वेषां भवेयुः. अनेन अस्माकं चिन्तनं भवेत्. प्रथमतया चिन्तनीयं किमस्ति, यत् कस्मिन् समूहे अस्ति, प्रथमसमूहे अस्ति अथवा द्वितीयसमूहे अस्ति इति चिन्तनं भवेत्. अनन्तरं द्वितीयसमूहे अस्ति चेत् तत्र यथा क्रीणाति आकारः, तत्र आकारः अस्ति चेत् मध्ये मध्ये ईकारः आगच्छति. क्रीणीयात्, क्रीणीयातां, क्रीणी, तत्र ईकारः भवति. अपि च यदि यथा शक्नोति अस्ति, तत्र उकारः भवति. शक्नुयात्, शक्नुयाताम् इति एव भेदः अस्ति. अस्तु, तर्हि पुस्तकानां पिधानं भवेत्. इदानीम् अग्रे गच्छेम. सुब्रह्मण्यमहोदय, तत्र नृत्यति. नृत्येत्, नृत्येतां, नृत्येयुः, नृत्येः, नृत्येतं, नृत्येत, नृत्येयं, नृत्येव, नृत्येम. हा, बहु समीचीनमस्ति. अस्तु, इदानीं पद्मा भगिनी तत्र किं कुर्मः, पृच्छति पृच्छति प्रश्नं पृच्छति आम् तृष्णीयात् तृष्णीयातम् एकनिमेषः, अत्र पृच्छति तत्र भागद्वयं कुर्मश्चेत् तत्र पृच्छ अपि च ति, तत्र पृच्छ इति अङ्ग इति भागस्य अन्तिमवर्णः कः? इकार न पृच्छ अकार हा, तर्हि कस्यां श्रेण्याम् अस्ति, प्रथमश्रेणी अथवा प्रथमश्रेण्याम् अथवा द्वितीयश्रेण्याम्? आं महोदय, पृच्छेत् पृच्छेतां पृच्छेयुः पृच्छेः पृच्छेतं पृच्छेत पृच्छेयं पृच्छेव पृच्छेम. पुनः वदतु एकवारं तत्र द्वि मध्यमपुरुषे पृच्छेः पृच्छेतं पृच्छेत. अस्तु अस्तु समीचीनमस्ति. इदानीं पुस्तकं पिहितमस्ति खलु, नो चेत् नेत्रं निमील्य वक्तव्यमस्ति. पुस्तकस्य इदानीं दर्शनेन न कोऽपि लाभः, इदानीं चिन्तनं भवेत्. अस्तु समीचीनमस्ति, अग्रे गच्छेम. तर्हि इदानीं मीना भगिनी, नश्यति नश्येयुः नश्येः नश्येतं नश्येत नश्येयं नश्येव नश्येम. समीचीनमस्ति. तर्हि नश्येः त्वं नश्येः इति यदा वयं शृणुमः तद् अस्माकं परिचयः जातः अस्ति खलु, ओ इति लिङ्गकारः अस्ति इति मनसि भवेत्. नश्येः समीचीनमस्ति. अग्रे अस्तु, अग्रे अस्माकं सञ्जीवमहोदय वदति वा, अग्रे ददाति दद्यात् दद्यातां दद्युः दद्देः दद्येतं दद्येत मध्यमपुरुषे दद्देः दद्येतं यथा द्वितीयगणसमूहे तत्र वदामि करोति, तत्र कुर्याः कुर्यातं कुर्यात इति भवति कुर्याः. दद्दे दद्याः दद्यातं दद्यात् दद्यां दद्याव दद्याम. बहु समीचीनमस्ति. दद्यात् दद्यातां दद्युः दद्याः दद्यातं दद्यात दद्यां दद्याव दद्याम इति एतादृशानि रूपाणि भवन्ति. इदानीं पुस्तकस्य दर्शनेन न कोऽपि लाभः, पुस्तकं पश्यति चेत् पञ्चनिमेषानन्तरं विस्मरणं भविष्यति. इदानीं चिन्तनं कश्चन सङ्घर्षः भवति चेत् मनसि स्थास्यति. अग्रे बहु समीचीनमस्ति महोदय. ददाति किमर्थं दद्येत् दद्येत् इति न दद्यात् दद्यात् द्वितीयगणसमूहे अस्ति, नाम गच्छेत् किन्तु दद्यात् किमर्थमस्ति इति किमर्थं किं वदामः नाम तत्र यदा भाषा आरब्धा तथा एवं रूपं कुर्यात् द्वितीय यत्र प्रथमभागस्य अन्ते लघु अकारः नास्ति तत्र तादृशरूपं भवति. अस्तु दद्यात् कुर्यात् शक्नुयात् इति रूपाणि सन्ति. अस्तु अस्तु, तदाधारेण तत्र अखिला भगिनी वदति वा तत्र चिनोति. आं महोदय, चिनुयात् चिनुयातां चिनु चिनुयुः चिनुयाः चिनुयातं चिनुयात चिनु चिनुयां चिनुयाव चिनुयाम बहु समीचीनमस्ति. इदानीम् अग्रे गत्वा विस्मरणं न कदापि भविष्यति. समीचीनमस्ति. अस्तु अग्रे इदानीं लक्ष्मीभगिनी तत्र करोतु. किं कुर्मः? जानाति जानाति जानीयात् जानीयातां जानीयुः जानीयाः जानीयातं जानीयात जानीयां जानीयाव जानीयाम. अस्तु बहु समीचीनमस्ति. इदानीं अस्तु मीना भगिनी दधाति दध्यात् दध्यातां दद्युः दद्याः दद्यातं दध्यात् दध्यां दध्याव दध्याम. हा अस्तु बहु समीचीनमस्ति. इदानीं सदैव महोदय भवान् वदतु क्षिपति क्षिपति क्षिपति क्षिप्नुयात् इदानीं क्षिपति तत्र क्षिप अपि च ति क्षिप इति भागस्य अन्तिमवर्णः कः? ओ अस्तु क्षिपति क्षिपेत् क्षिपेतां क्षिपेयुः क्षिपेः क्षिपे ख ख ख क्षिपेः ओ क्षिपेः क्षिपेतं क्षिपेत क्षिपेयं क्षिपेव क्षिपेम. अस्तु समीचीनमस्ति. सुब्रह्मण्यं महोदय तत्र तृणोति तृणोति खादति इति अर्थः. पुनः महोदय शब्दः कः? तृणोति. हा यथा तृणं भवति खलु बहिः तृणं तृणोति तृणं तृणोति तृणुयात् तृणुयातां तृणुयुः तृणुयाः तृणुयातं तृणुयात तृणुयां तृणुयाव तृणुयाम. अस्तु बहु समीचीनमस्ति. अग्रे सन्दीपमहोदय अत्र वृणाति वृणाति तत्र चयनार्थे चयनं चिनोति इत्यस्मिन् अर्थे वृणाति. हा सत्यं वृणुयात् वृणुयातां यथा यथा क्रीणाति वृणाति वृणीयातां वृणीयुः वृणीः वृणीयातं वृणीयात् वृणीयां वृणीयाव वृणीयाम. मध्यमपुरुषे तत्र एकवचने कश्चन भेदः अस्ति. तत्र तत्र पुनः वदतु एकवारम् आरम्भतः. वृणीयात् वृणीयातां वृणीयुः वृणीयाः वृणीयातं वृणीयात् वृणीयां वृणीयाव वृणीयाम मध्यम पुरुष वृणीयाः अस्ति वृणीयाः समीचीनमस्ति अस्तु इदानीं वाक्यानि लेखनीयानि सन्ति अद्य इदानीं पुनः पुस्तकस्य आवश्यकता नास्ति पुस्तकं तत् कागदम् अपेक्षितमस्ति इदानीं वाक्यं रचनीयमस्ति अहं क्रियपदं सर्वेषां कृते तत् वदामि तत्र वाक्यं रचनीयमस्ति अत्र विद्यार्थे भवतु सम्भावनार्थे भवतु द्वयमपि समीचीनमस्ति अस्तु इदानीं तर्हि सञ्जीवमहोदय अत्र किं कुर्मः अस्तु अश्नाति इति करोतु अश्नाति तत्र सुनिधि भगिनी ददाति मीना भगिनी गच्छति सुब्रह्मण्यं महोदय तत्र शृणोति पद्माभगिनी गृह्णाति लक्ष्मीभगिनी क्षालयति नताशा भगिनी अत्र मिलति अत्र सहदेव महोदय अस्तु भवान् करोतु लिखति श्रीनिवासमहोदय जानाति अखिला भगिनी कथयति शीघ्रमेव वाक्यमेकं वदतु अथवा लिखतु ये कोऽपि सिद्धः अस्ति वा अहं सिद्धमस्मि संस्कृतवर्गस्य ध्वनिमुद्रणं प्रतिदिनं शृणुयुः समीचीनमस्ति अत्र कर्तृपदं वदतु कर्तृपदं छात्राः संस्कृतवर्गस्य ध्वनिमुद्रणं प्रतिदिनं शृणुयुः बहु सम्यक् अस्ति अस्तु बहु अग्रे गत्वा सर्वे प्रथमतया क्रियपदं किम् अनन्तरं वाक्यं वदतु येन वयम् अवगन्तुं शक्नुयामः सुलभतया अस्तु अग्रे अन्य कोऽपि महोदय श्वः न वर्षेत् वयं सागरं गच्छेम पुनः वाक्यं वदतु वर्षति गच्छति श्वः न वर्षेत् वयं सागरं गच्छेम तत्र वर्षति भवति वा कोऽपि जानाति मया न श्रुतं किन्तु वर्षति इति क्रियपदं मया न श्रुतं वृष्टिः तु अस्ति वृष्टिः इति वदतु नाम तत्र कश्चन धातुः स्यात् मया द्रष्टव्यमस्ति तत्र वर्षति किं भवति इति न जानामि किन्तु वृष्टिः इति पदं मनसि निधाय वदतु वाक्यं श्वः वृष्टिः न भवेत् वयं सागरं गच्छेम अस्तु इति वाक्यं समीचीनमस्ति समीचीनमेव अस्तु अग्रे सुनिधिभगिनी वदति वा धनं भिक्षुकाय दद्यात् समीचीनमस्ति वाक्यं तत्र कर्तृपदमपि वदतु कर्तृपदं कः दद्यात् कर्तृपद हु इस् द डोर् हु इस् गिविंग् सः धनं भिक्षुकाय दद्यात् समीचीनं बहु सम्यक् अस्ति अस्तु अग्रे लक्ष्मी भगिनी वदति वा क्षालयति अहं प्रतिदिनं पूजार्थं पूजामन्दिरं क्षालयाम अत्र अहम् इति अस्ति खलु न तत्र रूपं किं स्यात् तत्र भवती नवरूपाणि वदतु नव सर्वाणि रूपाणि क्षालयति इत्यस्य विधिलिङ्गकारे तत्र रूपाणि भवन्ति किं तत्र पुस्तकं मा पश्यतु एवमेव भवती तु जानाति एव तर्हि अहम् इति उक्तवती खलु तर्हि पुनः वदतु अहं प्रतिदिनं पूजार्थं पूजामन्दिरं क्षालयेयम् इदानीं सम्यक् इदानीं सम्यक् अस्ति अस्तु अग्रे अखिला भगिनी वदति वा आं महोदय वयं सर्वे स्वानुभवं कथयेम समीचीनमस्ति बहु सम्यक् अस्ति अस्तु अग्रे सञ्जीवमहोदय युवां श्लोकौ लिखेतम् तत्र युवाम् इति उक्तं खलु हा हा हा हा इति समीचीनमस्ति हा हा हा समीचीनमस्ति सम्यगेव पद्मा भगिनि पिपासी पानीयं गृह्णीयात् पुनः वाक्यं पिपासी प्रथमशब्दः कः पिपासी पिपासी पिपासी इति वा आम् अस्तु वाक्यं किं पिपासी प्रायः पानीयं गृह्णीयात् हा हा हा अस्तु अस्तु अस्तु समीचीनमस्ति नताशा भगिनी क्रियापदं मिलति पुत्रः पितरं मिलेत् हा तत्र पुत्र पुनः पुत्रेण सह इति महोदय कर्तृपदं पुत्रः पुत्रः पितरं तत्र पितरं मिलेत् हा तत्र पितृशब्दस्य तृतीयविभक्ति अन्तिम रूपं किम् ओ तृतीयविभक्ति पित्रा पुत्रः पित्रा मिलेत् हा इति समीचीनमस्ति अथवा पित्रा सह द्वयमपि समीचीनमस्ति ओ आम् आं महोदय सः नास्ति चेदपि समीचीनम् आम् पुत्रः पित्रा मिलेत् अथवा पित्रा सह अस्तु श्रीनिवासमहोदय अग्रे वयं सर्वे ज्ञानार्थं संस्कृतं पठितुं जानीयाम पुनः वाक्यं वयं सर्वे ज्ञानार्थं संस्कृतं जानीयाम हा हा हा हा अस्तु वाक्यं समीचीनमस्ति अस्तु अस्तु अस्तु अग्रे गच्छेत् तर्हि इदानीं अग्रिमपाठः सुलभः अस्ति रूपाणि जानन्ति चेत् अग्रिमपाठः सुलभः एव अस्ति अत्र अस्तु तत्र पञ्चदशपाठः अस्ति तत्र जनद्वयमस्ति वरदा शारदा अस्तु तर्हि इदानीं अखिला भगिनी तत्र वरदा अस्ति अपि च लक्ष्मीभगिनी शारदा बोधयम हरिः ओं शारदा खलु आं वदतु कः विशेषः सर्वं कुशलं भवती किमर्थं ह्यस्तनं मेलनं न आगतवती क्षम्यताम् मया अन्यत्र गन्तव्यम् आपतितम् अतः एव नागतवती मेलने के के निर्णयाः कृताः? प्रायः सर्वाणि कार्याणि चिन्तितानि, उत्तरदायित्वानि अपि निश्चितानि. भगिनी कस्यै किम् उत्तरदायित्वं दत्तम्? सभाकार्यं नलिनी पश्येत्, तस्याः साहाय्यार्थं तिस्रः भवेयुः, अतिथीनां व्यवस्थां रेवती निर्वहेत्, गङ्गा तस्याः साहाय्यं कुर्यात्, लतिका शुभा च पानजलं वितरेताम्, कार्यक्रमसञ्चालनं लक्ष्मीः कुर्यात्. भगिनी वैयक्तिकगीतं का गायेत्? गायत्री वैयक्तिकगीतं गायेत्. विजया स्वागतं विदिता धन्यवादं च व्यवहरेताम्. वरदे अहं किं कुर्याम्? भवती प्रचारकार्यं कुर्यात्, सर्वेभ्यः पत्रं लिखेत्, सर्वानपि आह्वयेत्, पत्रिकाभ्यः वार्ताम् अपि दद्यात्. यतः कार्यक्रमः भविष्यति इति सर्वे अपि जानीयुः खलु किल? अन्यत् किं किं कुर्याम्? कार्यक्रमविवरणपत्रं सिद्धं कुर्यात्, तत्र दोषाः न स्युः. अस्तु, तथैव करिष्यामि. पुनः भवती गीतामपि सूचयेत्, यतः प्रार्थनां सा गायेत्, सा ह्यः न आगता आसीत्. भवतु, अवश्यं सूचयामि. भवती समये एव आगच्छेत्, वयं सर्वाः अपि मिलित्वा कार्यक्रमं सम्यक् कुर्याम. निश्चयेन, धन्यवादः. अस्तु, समीचीनमस्ति. तर्हि अत्र केचन शब्दाः आसन्, तत्र शारदाभगिनी उक्तवती अत्र क्षम्यतां द्वितीयवारं, तत्र मया अन्यत्र गन्तव्यम् आपतितम्, अन्यत्र गन्तव्यम् आपतितम्. अत्र मीनाभगिनी तत्र को अर्थः अस्ति अत्र? गन्तव्यम् आपतितं, गन्तुं न शक्नोमि. न न, गन्तुं न शक्नोमि इति न अर्थः अस्ति. अत्र सञ्जीवमहोदय वदतु कृपया. अन्यत्र गन्तव्यम् आपतितम् इत्युक्ते गन्तव्यं गन्तव्यं निश्चयं भवेत् अभवत्. हा अभवत्, हा इति एव अस्ति. अत्र गन्तव्यम् आपतितम् इतः अग्रे किञ्चित् वक्तुं शक्नुमः. सुब्रह्मण्यमहोदय, तत्र अन्य कश्चन नाम किमपि अस्ति अत्र गन्तव्यम् आपतितम्, अनेन किम् अवगच्छामः? सा प्रथमतया न जानाति शारदायाः योजना अस्ति मेलने, मेलने सा मेलने मेलनं अगच्छ गच्छति इति, परन्तु किमपि अन्यकार्यम् आगच्छति, तत्कारणात् सा मेलने न गतवती, अन्यत्र गतवती इति अत्र अन्यकार्यं विना सूचनाया एव आगच्छति, तत्कारणात् अत्र आपतितम् इति शब्दस्य उपयोगं कृतवान्. बहु सम्यक् अस्ति. हा, अन्यत्र गन्तव्यम् आपतितं नाम तत्र चिन्तनमेव नासीत्, तत्र ज्ञानमपि नासीत् यत् अन्यत्र गन्तव्यं भविष्यति, किन्तु अकस्मात् एतादृशी आवश्यकता आगता आसीत् इति नाम तादृशवदनेन वयम् अवगच्छामः यत् यत् यत्र गन्तव्यमासीत् तत् यत् यत्किमपि कार्यमासीत् तस्याः हस्ते नासीत्, हस्ते नासीत्, नियन्त्रणे नासीत्, इच्छा अपि प्रायः न स्यात्. इच्छा इति बहुवारं तथा नास्ति नास्ति नास्ति चेदपि गन्तव्यं भवति इति तादृशमस्ति. अस्तु, अग्रे तत्र हा अत्र वरदा भगिनी वदति अत्र किल भगिनी कृपया पुनः पठतु, पठित्वा नाम वरद द्वितीय चतुर्थवारं वरद. सभाकार्यं नलिनी पश्येत्, तस्याः साहाय्यार्थं तिस्रः भवेयुः. नाम तिस्रः भवेयुः नाम तिस्रः महिलाः भवेयुः. हा, समीचीनमस्ति. अग्रे अतिथीनां व्यवस्थां रेवती निर्वहेत्. गङ्गा तस्याः साहाय्यं कुर्यात्. लतिका शुभा च पानजलं वितरेताम्. नाम तौ वितरेताम्, ते वितरेतां, क्षम्यताम्. तत्र प्रथमपुरुषस्य द्विवचने अस्ति. वितरितां, वितरितां नाम तत्र तस्य को अर्थः अस्ति सर्वे न जानीयुः. वितरणं यथा ददाति, परन्तु प्रत्येकव्यक्तिं व्यक्तिभिः ददाति इति अर्थः महोदय. हा, इति तादृश अर्थः अस्ति. हा, वितरेतां, वितरणं भवति, वितरणं. सुनिधि भगिनी अवगच्छति वा? No, not really. न आगच्छति. नाम च अखिला भगिनी किञ्चित् इतोपि वदतु सरलरीत्या. आम् तत्र चिन्तयतु, प्रायः दशजनाः गृहम् आगतवन्तः इति. किमपि पानजलं तेषां कृते ददनीयं चेत् तत्र दश कूपे पानजलं स्थापयित्वा प्रति एकं पानजलं पानजल कूपी ददामः खलु, दद्मः खलु, तदेव वितरणम् इति अस्ति. तर्हि अवगच्छति वा? दश भवती अवगच्छति? सत्यम्, अस्तु, समीचीनमस्ति. अत्र दादातोः अन्यप्रत्ययः भवति दानीयं. तत्र दव्यात् इति किं स्यात्? दातव्यं, दानीयं, दातव्यं, समीचीनमस्ति. अस्तु, अन्यत् किमपि अस्ति? अत्र व्याहरेताम् इति अपि अस्ति. तत्र वरदा अस्ति, अग्रिमवारमस्ति. तत्र श्रीनिवासमहोदय वाक्यं पठित्वा वदतु, गायत्री. गायत्री वैयक्तिकगीतं गायेत्. विजया स्वागतं विदिता, धन्यवादं च व्याहरेताम्. अत्र व्याहरेताम् इति कः पुरुषः, किं वचनं प्रथमतया? व्याहरेता प्रथमपुरुष द्विवचनम् इति अस्ति. कीदृश अर्थः स्यात् अनुमानं करोतु, यदि न जानाति. धन्यवादः, अनुमानम्. अन्य कोऽपि वदति महोदय? वदति इति अर्थः भाषणं ददाति अपि भवति. हा, तर्हि वदति इत्यस्य प्रथमपुरुषद्विवचनान्तरूपं किं विदिलिङ्गि? वदेतां, व्याहरेताम् इति तादृश अर्थः अस्ति. व्याहरेतां, व्याहरेति शब्दस्य वद इति अर्थः भवति वा? अत्र तादृश अर्थः अस्ति. अहं चिन्तयामि तत् धन्यवादस्य भावं दर्शयन्ति. हृ धातुः अस्ति. तादृशमपि अस्ति. ततः अग्रे तादृश नाम सरलरीत्या उच्यते चेत् वदति इति कार्यं भविष्यति. अग्रे भवानेव तत्र शारदा अन्यत् किं किं कुर्याम् इति कीदृश अर्थः अस्ति? वरदे अहं किं कुर्यां कीदृश अर्थः अस्ति? अहं किं कुर्याम् इति इत्युक्ते मया किं कर्तव्यं, मया किं कर्तव्यं. लोट्लकारे वदामश्चेत् किं भवति अत्र? अहं किं करवाणि. समीचीनमस्ति. अहं किं करवाणि, अत्र लोट्लकारे अपि तादृश अर्थः भवति, आवहति खलु. नाम लोट्लकारस्य यत्र उत्तमपुरुषस्य प्रयोगः भवति तत्र कीदृशः अर्थः अस्ति? किन्तु तत्र अहं स्वस्य कृते कथं वा आज्ञां दातुं शक्नोमि स्वस्य कृते? प्रश्नः खलु. सर्वे अवगच्छेयुः अत्र प्रश्नः अस्ति खलु, तत्र आज्ञार्थे अस्ति किन्तु प्रश्नः, प्रश्नावसरे तत्र तादृशप्रयोगः भवति. नाम यथा बालकः इतः गृहं गच्छेत् इत्यस्मिन् अर्थे बालकः इतः गृहं गच्छतु इति अर्थः अस्ति, तत्र आदेशः अस्ति, आज्ञा. किन्तु यदि अहं वदामि तत्र रूपं किं भवति? नताशा भगिनी वदतु. बालकः गृहं गच्छतु अथवा गच्छेत् इति वदतु, तत्र अहमिति वदतु. कः महोदय? अहं न. बालकः, तत्र बालकः इति स्थाने अहम् इति स्थापयतु. अहं गच्छति, गच्छामि. किन्तु विधिलिङ्गलकारे? विधिलिङ्गलकारे अहं गच्छेयम्. अहं गृहम् इतः गृहं गच्छेयम्. गच्छेयम्. इदानीं लोट्लकारस्य रूपं तादृशं तत्र तत्र किं किं जानाति वा? अहं न स्मरामि महोदय. अस्तु, अन्य कोऽपि साहाय्यं करोतु. मीना भगिनी, गच्छानि इति अस्ति, तत्र कीदृशः अर्थः अस्ति? स्वयं गन्तुमेव. तत् यत्र लोट्लकारः अस्ति तत् यत्र लोट्लकारः अस्ति तत्र प्रश्नवाचकः चिह्नं भवेत्. अहम् इतः गृहं गच्छामि वा, गच्छामि वा नाम मया तत्र गन्तव्यमिति वा, तत्र प्रश्नवाचकचिह्नं भवेत्. तत्र विधिलिङ्गकारः अस्ति चेत् भवितुमर्हति प्रश्नवाचकचिह्नं, नापि भवितुमर्हति. लोट्लकारे प्रश्नवाचकचिह्नं प्रायः स्यात्. अस्तु, अग्रे अग्रे गच्छेम. सुनिधि भगिनी, अग्रे पठतु कृपया, अवधेयम्. कार्यक्रमविवरणपत्रं सिद्धं कुर्यात्. तत्र दोषा न स्युः. कुत्र अस्ति तत्र अवधे? मम पुस्तकं किञ्चित् पुरातनमस्ति किन्तु तत्र भिन्नम् अस्ति वा? अवधेयम् इति भवति प्रचारकार्यं कुर्यात्. सर्वेभ्यः पत्रं लिखेत् सर्वम् अपि आह्वयेत् पत्रिकाभ्यः वार्ताम् अपि दद्यात् यतः कार्यक्रमः भविष्यति इति सर्वेपि जानीयुः किम् किल इति लिखितमस्ति तत्र अवधेयम् इति अस्य अधोभागे इति अस्ति सर्वेषां पुस्तकेषु मम पुस्तके भिन्नं नितरां भिन्नम् अस्ति मम पुस्तके लिखितमस्ति अवधेयं विधिलिङ्गकारस्य सम्भावना इव विधिः आज्ञा इत्यर्थे अपि प्रयोगः भवति इति लिखितमस्ति महोदय अत्र प्रायः भगिनी वरदायाः वाक्यानि पठितवती महोदय भवती उपरि अपरि अवधेयं न पठितवती अस्तु इदानीम् अवधेयमिति यत्र अधोभागे भवान् एव पठतु कृपया अवधेयं विधिलिङ्गलकारस्य सम्भावना इव विधिः आज्ञा इत्यर्थे अपि प्रयोगः भवति यथोदाहरणं भवान् श्वः समये प्राप्नुयात् सर्वे अपि गृहपाठान् अवश्यं लिखेयुः छात्रः अध्यापकान् न उपहसेत् सेवकाः कार्यं कुर्युः भवती अद्य एव दूरवाणीं कुर्यात् वयं कार्यक्रमं सम्यक् कुर्याम अत्र का शिक्षा अस्ति अत्र विधिलिङ्गलकारस्य उपयोगं कुत्र भवति इति लिखितमस्ति अत्र सम्भावना अर्थे उत विधि अर्थे अपि प्रयोगः भवति विधि इत्युक्ते अत्र आज्ञा अस्ति अत्र उदाहरणानि दत्तमस्ति महोदय अत्र आज्ञा अर्थे षट् वाक्यानि दत्तमस्ति महोदय समीचीनम् आज्ञार्थे इति षट्सु अपि वाक्येषु अस्माकम् अर्थः तत्र विद्यार्थः अस्ति विधिः समीचीनमस्ति स्पष्टं स्यात् अग्रे गच्छेम अग्रे श्रीनिवासमहोदय कृपया पठतु अग्रे अत्र मञ्जुषायां क्रियापदानि लिखितानि सन्ति ततः विधिलिङ्गलकारस्य क्रियापदानि एव चित्वा रिक्तस्थानेषु लिखिता अत्र सुलभमस्ति केवलं वक्तव्यमस्ति विधिलिङ्गलकारः अस्ति न वा आरम्भं करोतु चलति विधिलिङ्गलकारः अस्ति न अग्रे शीघ्रमेव वदतु किं किं नास्ति कः लकारः अस्ति चलति इति कः लकारः चलति वर्तमानकालः अथवा लट् इति वदामः लट् अग्रे अचलत् भूतकालरूपम् अस्ति अचलत् हा भूतकालमस्ति लङ् इति वदामः लङ् अग्रे लङ् पठेतां विधिलिङ्गलकारः अस्ति अग्रे पठेम विधिलिङ्गलकारं नास्यति नाम्स्यति वर्तमानकालमस्ति क्षम्यतां नांस्यति वर्तमान भविष्यत्काल क्षम्यतां भविष्यत्कालः अस्ति समीचीनमेव नांस्यति इति लृट् लकारः अस्ति नंस्यति, तत्र नं धातुः अस्ति. अग्रे गच्छेम. अशक्नोत् लङ्लकारं शक्नुयात् विधिलिङ्ग कुर्वन्तु लट्लकार कुर्युः विधिलिङ्ग कुर्वन्तु लोट् महोदय लोट्लकार क्षम्यताम् अन्यत् अन्यत्र पश्यामि स्म क्षम्यतां सर्वे कुर्वन्तु इति हा लोट् अस्ति अग्रे कुर्युः विधिलिङ्ग शक्नुयातां तत्र पुरुषः वचनं शक्नुयातां उत्तमपुरुष एकवचनं एवम् अखिल भगिनी वदतु प्रथमपुरुष मध्यम द्विवचनं महोदय अस्तु भगिनि एव अखिल भगिनि अग्रे कृपया अखिल भगिनि ओ क्षम्यता महोदय म्यूट् मध्ये आसम् गृह्णीयुः विदिर्लिङ्ग् क्रीणाति लट्लकारः क्रीणीयात् विदिर्लिङ्ग् पठानि लोट्लकारः पृच्छेयं विदिर्लिङ्ग् प्राप्नुयात् विदिर्लिङ्ग् अस्तु समीचीनमस्ति हा तथा समीचीनं समीचीनं बहु सम्यक् अन्यथा सह भगिनी अग्रे हा महोदय गणयेः विदिर्लिङ्ग् क्रीडेन कः पुरुषः किं वचनं गणयेः गणयेः पुरुषः प्रथम पुरुष बहुवचन मध्यम पुरुष एकवचन अत्र गणयति इति अस्ति गणयति खलु रूपाणि वदतु गणयति विधिलिङ्गि गणयेत् गणयेतां गणयेयुः गणयेः गणयेतं गणयेत् गणयेत् गणयेयं गणयेव गणये गणयेम अस्तु अग्रे क्रीडेम विधिलिङ्ग् चलितां विधिलिङ्ग् दद्यात् दद्यात् अहं चिन्तयामि विधिलिङ्ग् अस्तु अग्रे अग्रे अग्रे सुनिधि भगिनी अग्रे वदतु शृणोति लट् लट् शृणुयात् विधिलिङ्ग् कुर्वः लट् कुर्वः लट् कुर्याव ओ विधिलिङ्ग् अनन्तरं शक्नुयां शक्नुयां विधिलिङ्ग् शक्नुयां समीचीनम् अस्तु बहु सम्यक् अस्ति सञ्जीवमहोदय अग्रे पठतु कृपया रमेशः श्वः जन्तुशालां गमिष्यति अद्य सः कीदृशीं कल्पनां करोति इति कोष्ठकसाहाय्येन वाक्यानि लिखत मयूरः नृत्यति मयूरः नृत्येत् वानराः विहरन्ति गच्छेत् गच्छताम् गच्छेयुः विहरेयुः वानराः विहरेयुः सिंहाः गर्जन्ति सिंहाः गर्जेयुः हा समीचीनमस्ति अस्तु मीना भगिनी अग्रे पिकः कूजति पिकः कूजेत् अश्वः धावति अश्वः धावेत् गजौ क्रीडतः गजौ क्रीडेतम् अस्तु अस्तु तर्हि लक्ष्मी भगिनी अग्रे शुकाः वदन्ति शुकाः वदेयुः राजहंसः तरति राजहंसः तरेत् शशाः धावन्ति शशाः धावेयुः बकौ गृह्णीतः बकौ गृह्णीताम् उष्ट्रः न न न न किमस्ति बकौ गृह्णीताम् पुनः न श्रुतं मया सम्यक्तया बकौ गृह्णीयातां हा अस्तु अग्रे उष्ट्रः चर्वति उष्ट्रः चर्वेत् व्याघ्रः गर्जति व्याघ्रः गर्जेत् अस्तु समीचीनमस्ति चर्वति सर्वे जानन्ति खलु सर्वे जानन्ति चर्वति अस्तु अस्तु समीचीनमस्ति यदा खादामः खलु तस्मिन् समये यदा भोजनं मुखे अस्ति या क्रिया अस्ति सा अस्तु अग्रे तर्हि सुब्रह्मण्य महोदय अग्रे कच्छपः चलति कच्छपः चलेत् अजगराः गिलन्ति अजगराः गिलेयुः मीनाः तरन्ति मीनाः तरेयुः अपि च गिलति सर्वे अपि जानीयुः तत्रापि खादनस्य प्रसङ्गे अस्तु अग्रे गच्छेम तर्हि इदानीम् अखिला भगिनी पठति वा अग्रे लट्रूपाणां स्थाने रूपाणि योजयित्वा वाक्यानि रचयत् छात्रः गृहपाठं लिखति छात्रः गृहपाठं लिखेत् भवती काव्यं पठति भवती काव्यं पठेत् बालः क्षीरं पिबति बालः क्षीरं पिबेत् अस्तु समीचीनं सम्यक् सम्यक् सम्यक् अग्रे सहदेव महोदय अग्रे करोतु कृपया सः नगरं गच्छति सः नगरं गच्छति सः नगरं गच्छेत् ते नाटकं पश्यन्ति ते नाटकं पश्येयुः एताः नृत्यं कुर्वन्ति एताः नृत्यं एताः नृत्यं कुर्युः इति अस्ति सम्यक् अस्तु श्रीनिवासमहोदयग्रे वयं ज्ञानं सम्पादयामः वयं ज्ञानं सम्पादयामः वयं ज्ञानं सम्पादयाम तथा नास्ति वयं ज्ञानं सम्पादयामः तत्र बालकः तत्र किं भवति वर्तमानकाले बालकः सम्पादयति बालकः ज्ञानं सम्पादयति विधिलिङ्गि किं भवति बालकः ज्ञानं सम्पादयेत् हा वयं ज्ञानं वयं ज्ञानं सम्पादयेताम् न न सम्पादयेताम् अन्य लक्ष्मी भगिनी वदतु न सम्पादयाम इति नास्ति अखिल भगिनी सहायं करोतु कृपया हा हा का उक्तवती अहं महोदय अखिल ओ अस्तु अस्तु हा हा सम्पादयेयं सम्पादयेव सम्पादये अस्तु अग्रे श्रीनिवासमहोदय अग्रे वयं ज्ञानं सम्पादये जनाः उद्याने विहरन्ति जनाः उद्याने विहरन्ति विहरेयुः बालिकाः कलहं न कुर्वन्ति बालिकाः कलहं न कुर्येयुः न अत्र कस्मिन् नाम कस्यां श्रेण्याम् अस्ति इति मनसि भवेत् प्रथमश्रेण्याम् अस्ति अथवा द्वितीयश्रेण्याम् अस्ति श्रेणीद्वयमस्ति नाम गच्छति गच्छेत् इति तादृशमस्ति अथवा शक्नोति शक्नुयात् तादृशमस्ति अत्र वर्तमानकालस्य बालकः इति वदतु बालकः बालकः कलहं कुर्यात् कुर्यात् हा अस्तु बहुवचने किं बालकाः कलहं कुर्युः हा समीचीनमस्ति न कुर्युः इति अस्ति अस्तु अग्रे नताशा भगिनी अग्रे भवन्तः सर्वं जानन्ति भवन्तः सर्वं जानेयुः तथा नास्ति भवन्तः सर्वं जानीयुः नास्ति जानीयुः जानीयुः जानेयुः इति न जानीयुः अस्तु अग्रे जानीयुः दीर्घीकारः छात्राः वृष्टौ क्रीडन्ति छात्राः वृष्टौ क्रीडेयुः हा समीचीनमस्ति अग्रे अहं देवं नमामि अहं देवं नमेयम् हा अस्तु बहु समीचीनमस्ति सुब्रह्मण्यमहोदय अग्रे सर्वे कर्मनिरताः भवन्ति सर्वे कर्मनिरताः भवेयुः त्वं पुस्तकं क्रीणासि त्वं पुस्तकं क्रीणीयाः वयम् अप्रियं न वदामः वयम् अप्रियं न वदेम अहं गुरोः वाक्यं स्मरामि अहं गुरोः वाक्यं स्मरेयम् के कार्याणि कुर्वन्ति के कार्याणि कुर्युः अस्तु समीचीनमस्ति अग्रे सन्दीपमहोदय अग्रे मातरः पुत्रान् लालयन्ति मातरः पुत्रान् लालयेयुः वयं सज्जनैः सह वसामः वयं सज्जनैः सह वसेम त्वं सङ्गीतं शृणोषि त्वं सङ्गीतं शृणुयाः गुरुः शिष्यान् उपदिशति गुरुः शिष्यान् उपदिशेत् यूयं समाजसेवां कुरुथ यूयं समाजसेवां कुरुतं नास्तु कुरुत कुर्यात् कुर्यात् यूयं समाजसेवां कुर्यात् कुर्यात् अस्तु सुनीति भगिनी अग्रे वैद्यः 22 वैद्यः रोगिणं पश्यति वैद्यः रोगिणं पश्येत् युवत्यः लेखनी क्रीणन्ति युवत्यः लेखनीः क्रीणीयुः भवान् गीतां लिखति भवान् गीतं लिखेत् ताः श्लोकान् वदन्ति ताः श्लोकान् वदयुः वदेयुः समीचीनमस्ति ज्ञातवती ज्ञातवती बहु सम्यक्तया अस्तु अग्रे गच्छेम इदानीम् अग्रिमभागं त्यक्त्वा अन्तिम तत्र अन्ते केचन श्लोकाः सन्ति तान् किञ्चित् परिशीलयाम अग्रे अखिला भगिनी पठति वा प्रथमं श्लोकम् आं क्षम्यता महोदय मम समीपे भाषाप्रवेशः एव अस्ति अत्र श्लोकान् तत्र पुस्तकं तत्र वेब्सैट् किमस्ति सर्वे वदन्तु डौन्लोड् करणार्थं PDF अस्ति ओ एवं वा हा PDF तत्र गूगल् सङ्गणकम् अस्ति वा पुरतः सङ्गणकम् अस्ति एकक्षणं तत्र गच्छतु तत्र सङ्गणकं नीत्वा तत्र किं कुत्र आसीत् तत्र गूगल् मध्ये लिखति चेत् गीतसोपानं किं सञ्जीवमहोदय कुत्र आसीत् आर्यसमाज इति अस्ति गीतासोपानं गीतासोपानं गीता स्पेस् सोपानं स्पेस् PDF इति गूगल् करोति चेत् तदा प्रथम लिङ्क् एव अस्ति आर्यसमाज ई लैब्ररि प्राप्तं महोदय अस्तु तावता बहु सम्यक् अस्ति तावता किं लक्ष्मीभगिनी पठतु कृपया प्रथमं शनैः शनैरुप उपरमेत् बुद्ध्या धृतिग्रहीतया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् अस्तु अत्र विधिलिङ्गकाररूपाणि कुत्र सन्ति चिन्तयेत् इति अस्ति अन्यत्र कुत्रचित् उपरमेत् इति अस्ति बहु समीचीनमस्ति इति प्रथममस्ति अत्र अन्वय वा किम् अन्य कोऽपि वक्तुमिच्छति अथवा अहं वदामि वाक्यं कं वाक्यं नाम प्रथमश्लोकः शनैः शनैः उपरमेत् बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् वदतु अन्वयं वदामि हा बुद्ध्या धृतिगृहीतया शनैः शनैः उपरमेत् आत्मसंस्थं मनः कृत्वा न किञ्चित् अपि चिन्तयेत्. हा, बहु समीचीनमस्ति. आधिक्येन तत्र गीतश्लोकाः सरलाः सन्ति. अत्र वाक्यद्वयमस्ति. प्रथमतया अस्माकं किं कार्यं, क्रियपदं किं, सामान्यतया क्रियपदं वाक्यस्य अन्ते स्थापयामः खलु, इति अस्ति. अत्र क्रियविशेषणानि सन्ति, प्रथमवाक्ये किमपि नास्ति. धृतिगृहीतया का विभक्तिः अस्ति? तृतीया. हा, समीचीनमस्ति. इति तृतीया विभक्तिः अस्ति. बुद्ध्या तृतीया. तृतीया विभक्तिः अत्र क्रियविशेषणार्थे तृतीया अस्ति. अस्तु, समीचीनमस्ति. अनन्तरं शनैः शनैः अपि तथा, अत्र अव्ययपदमस्ति, क्रियविशेषं च. तत्र क्रियविशेषणं सामान्यतया तृतीयविभक्तौ भवति अथवा द्वितीयाविभक्तौ भवति. यत्र अव्ययपदमस्ति तत्र द्वितीयविभक्तिः अपि वक्तुं शक्नुमः. उपरमेत् इति विधिलिङ्गे अस्ति. तत्र विश्रामयेत् इति अपि अर्थः अस्ति, नाम नियन्त्रणम् इति अर्थः. अस्तु, अग्रिमवाक्यं किम् आसीत्? आत्मसंस्थं मनः कृत्वा न किञ्चित् अपि चिन्तयेत्. हा, अस्तु. अत्र कर्तृपदं किम्? चिन्तयेत्. सः महोदय कर्तृपदम्. अत्र प्रायः कृष्णः अर्जुनम् उद्दिश्य वदति. अर्जुनः प्रायः कर्तृपदम्. समीचीनम्. अत्र मनः अस्ति शिखा विभक्तिः. मनः द्वितीयविभक्तिः. कस्य द्वितीयविभक्तिः नाम मनः इति तत्र कुत्र अन्वेति, कस्यां क्रियायां? मनः कृत्वा इति महोदय. बहु समीचीनमस्ति. मनः आत्मसंस्थं कृत्वा इति मनः कृत्वा किञ्चित् अपि न चिन्तयेत् इति तु प्रथमश्लोकः अस्ति. समीचीनमस्ति. अस्तु, अखिला भगिनी प्राप्तवती वा? आं महोदय. अस्तु, द्वितीयश्लोकं. यतो यतो निश्चरति मनश्चञ्चलम् अस्थिरं ततस्ततो नियमै ततात्मन्येव वशं नयेत्. विधिलिङ्गकाररूपं कुत्र? नयेत् विधिलिङ्गरूपम् अस्ति. मन्येव अपि आत्मनि एव तत् सत्यं. क्षम्यताम्. अस्तु, नयति इति तावदेव अस्ति इति मन्ये. हा, अस्तु. तर्हि अत्र अन्वयवाक्यं वक्तुमिच्छति वा? यतः यतः मनः सञ्चलम् अस्थिरं निश्चरति ततः ततः नियम्य एतद् आत्मनि एव वशं नयेत्. ओ, आत्मनि नियम्य वशं नयेत्. वशं नयेत्. हा, समीचीनमस्ति. चञ्चलम् अस्थिरं मनः यतः यतः निश्चरति ततः ततः एतत् नियम्य. नियम्य इति कीदृशरूपं स्यात्? ल्यबन्तमस्ति. बहु सम्यक् अस्ति. नियम्य आत्मनि एव वशं नयेत् इति सर्वे अवगच्छन्ति वा? महोदय, अत्र निश्चरति इत्युक्ते गच्छति? निश्चरति इति निश्चरति इति एकनिमेषः, तत्र स्थिरं मनः यतः यतः निश्चरति, तत्र इतस्ततः गमनम्, इतस्ततः गमनम्, अस्तु महोदय. अटति इति वक्तुं शक्नुमः महोदय? अटति, अटति इति तादृश अर्थः अस्ति. बहु समीचीनमस्ति. अस्तु, नयेत् नयेत् इति तावत् अस्ति. अन्तिमं पठेम तर्हि. अग्रे मीना भगिनी पठितुमिच्छति वा? महोदय, न बुद्धिभेदं जनयेत् अज्ञानं कर्मसङ्गिनां, जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्. विधिलिङ्ग् जोषयेत् इति एकमस्ति, एकमस्ति. न बुद्धिभेदं जनयेत् अज्ञानं कर्मसङ्गिनां विद्वान्, एकमेव अस्ति. द्वितीयं कुत्रचित् स्यात्, अन्य कोऽपि वदति वा? जनयेत् इति अपि अस्ति. जनयेत्, आं महोदय. भवती किञ्चित् ततः अग्रे वक्तुमिच्छति वा, अन्वयवाक्यम् इत्यादिकं? प्रयत्नं करोमि. विद्वान् पण्डितः कर्माणि कुर्वन् जनाः कर्मसङ्गिनां जनस्य बुद्धिभेदनं पण्डितः कार्यं न कुर्वन्ति चेत् कर्मसङ्गिनां जनानां बुद्धिभेदः आचरति, मनश्चञ्चलम् जायाति इति. पण्डितः कर्माणि कर्माणि कुर्वन्ति. इदं वाक्यं किञ्चित् जटिलमस्ति, अयं श्लोकः. तथा अत्र सञ्जीवमहोदय तत् किञ्चित् सहायं करोति वा? न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनां, ये जनाः कर्मणि एव आसक्ताः सन्ति तान् बुद्धिभेदं सन्देहं न जनयेत्, न कुर्यात्. अज्ञानिनः सन्ति इति, ज्ञानं न जानन्ति अथवा न ज्ञातुम् अर्हन्ति वा इच्छन्ति इति, तान् बुद्धिभेदं न जनयेत्. हा, इति अस्ति. अनन्तरं सर्वकर्माणि जोषयेत्. जोषयेत् इत्युक्ते कः अर्थः? जोषयेत् नाम तैः सेवयेत्, यथा ते सेवन्ते तथा कुर्यात् इति तादृश अर्थः अस्ति. अयं श्लोकः किञ्चित् जटिलः अस्ति, किन्तु मुख्यमस्ति. तत्र विधिलिङ्गकाररूपद्वयमस्ति इति वार्ता अस्ति. अत्र अज्ञानाम् इति काव्यभक्तिः किं वचनं च? द्वितीया विभक्ति महोदय, षष्ठीविभक्ति. अज्ञानं षष्ठीविभक्ति बहुवचनं महोदय, षष्ठी बहुवचनं. अज्ञानाम्, अत्र बहुव्रीहिसमासः अस्ति वस्तुतः. यस्य ज्ञानं नास्ति सः, तेषां, यस्य ज्ञानं नास्ति तेषां येषां नास्ति तेषाम् इति वक्तुं शक्नुमः इति अर्थः अस्ति. अस्तु, पञ्चसु निमेषेषु किञ्चित् अग्रे गन्तुं शक्नुमः. अग्रे नूतनविषयः आयास्यति. आत्मनेपदिनः धातवः लङ्लकारः विधिलिङ्लकारः च. तत्र लङ्लकारं वयम् अधीतवन्तः पूर्वमपि, विधिलिङ् इति अपि जानीमः, किन्तु अत्र आत्मनेपदि धातूनां रूपाणि ज्ञातव्यानि सन्ति. अत्र एकवारं पठेम. अत्र अखिला भगिनी, तत्र तस्य पाठस्य तृतीयपुटे रूपाणि सन्ति, तत्र पठति वा? तत्र विधिलिङ्गकारे रूपाणि एव भवन्ति. आं महोदय, विधिलिङ्गकारे रूपाणि एवं भवन्ति: वर्धेत वर्धेयातां वर्धेरन्, वर्धेताः वर्धेयातां वर्धेध्वं, वर्धेय वर्धेवहि वर्धेमहि, लभेत लभेयातां लभेरन्, लभेताः लभेयाथां लभेध्वं, लभेय लभेवहि लभेमहि. हा, बहु समीचीनमस्ति. एतदाधारीकृत्य किञ्चन कञ्चन लघु अभ्यासं कर्तुं शक्नुमः. अत्र वृधातुः अत्र वर्तते इति अस्ति. वर्तते इति भवती एव वदतु कृपया नवसु रूपेषु. आम्, वर्तते वर्तेत वर्तेयातां वर्तेरन्, वर्तेताः वर्तेयाथां वर्तेध्वं, वर्तेय वर्तेवहि वर्तेमहि. हा, अस्तु, बहु समीचीनमस्ति. इदानीं लभधातुः, लभधातुः इदानीं श्रीनिवासमहोदय वदतु. लभधातुः इदानीम् अभवत्, जायते, जाय अत्र जायते इति अस्य जन् धातुः. कुत्र अस्ति अहं न जानामि. अग्रिमपाठस्य तृतीयपुटे जायते. अस्तु, तावता प्राप्तवान् वा? हा, जायते. शीघ्रं स्मय लक्ष्मी भगिनी वदतु. जायेत जायेताम् न जायेत जायेताम् न किमस्ति जायेयाताम् आम् महोदय, आम् जायेयाताम् जायेरन् जायेथाः जायेयाथां जायेध्वं जायेया जायेवहि जायेमहि. अस्तु, अनन्तरं शोभते इति अस्ति, शोभते इति अस्ति. ततः अग्रे सञ्जीवमहोदय वदतु. शोभेत शोभेयातां शोभेरन् शोभेथाः शोभेयाथां शोभेध्वं शोभेय शोभेवहि शोभेमहि. हा, समीचीनमस्ति. नताशा भगिनी, कम्पदातुः कम्पते. आं महोदय, कम्पेत् कम्पेयातां कम्पेरन् कम्पेथाः कम्पेयाथां कम्पेध्वं कम्पेय कम्पेवहि कम्पेमहि. अस्तु, बहु सम्यक् अस्ति. अग्रे सुब्रह्मण्यं महोदय, अग्रे. विद्यते महोदय. हा, विद्येत विद्येयातां विद्येरन् विद्येथाः विद्येयाथां विद्येध्वं विद्येय विद्येवहि विद्येमहि. हा अस्तु समीचीनमस्ति. अग्रे मीना भगिनी अग्रे. प्रार्थयते सारी प्रार्थयेत प्रार्थयेत आरम्भतः वदतु. प्रार्थयेत प्रार्थयेयातां प्रार्थयेरन् प्रार्थयेथाः प्रार्थयेयां प्रार्थयेध्वं प्रार्थयेय प्रार्थयेवहि प्रार्थयेमहि. अस्तु समीचीनमस्ति. सुनिधि भगिनी अग्रे. उत्पद्यते उत्पद्यते उत्पद्येत उत्पद्येयाताम् उत्पद्येरन् उत्पद्येताः उत्पद्येथाम् उत्पद्याथाम् उत्पद्येयाथाम् उत्पद्येध्वम् उत्पद्यः उत्पद्येयः उत्पद्येय उत्पद्येवहि उत्पद्येमहि. अस्तु हा बहु समीचीनमस्ति. अग्रे पद्मा भगिनी रमते. रमते रमेत रमेयातां रमे रमेरन् रमेथाः रमेयाथां रमे रमे भद् रमे ध्वत्वं रमेद्यः रमे रमेयः रमेवहि रमेमहि. समीचीनमासीत् वा? अहम् अग्रे पश्यामि स्म. सम्यक्तया उक्तवती वा? रमेय कुत्रचित् दोषः आसीत् इति मन्ये. रमेयः रमेय उत्तमपुरुष एकवचनं. हा हा हा अस्तु अस्तु यत्किमपि भवतु. अग्रिम अग्रे समापयामः. इदानीम् अखिला भगिनी अन्तिमं वदतु कृपया. विजयते विजयते विजयेत विजये विजयेयातां विजयेरन् विजयेत्थाः विजयेयाथां विजयेध्वं विजयेय विजयेवहि विजयेमहि. हा सुन्दरमस्ति समीचीनमस्ति. अस्तु अनेन विरमाम. गृहपाठः कः इति चेत् नूतनरूपाणां अभ्यासं कृत्वा नाम कण्ठस्थी कण्ठस्थी इत्युक्ते परिचयः मनसि संस्कारः भवेत्. एषां रूपाणां परिचयः भवतु येन वयं सम्यक्तया वक्तुं शक्नुयामः. अपि च तस्मात् प्राक् या कथा अस्ति तां कथां सम्यक्तया पठित्वा अवगच्छन्तु. अनेन तत्र शीघ्रमेव कथां पठित्वा अग्रे गन्तुं शक्ष्यामः अग्रिमे सप्ताहे. अस्तु बहु समीचीनमस्ति. सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः.